येन धोता गिर येन धोता गिर पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। नमस्कारः महोदय। नमस्कारः भगिनी, धन्यवादः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। नमस्ते महोदय। शुभ भगिनी नमस्कारः। उषा भगिनी नमस्कारः। नमस्कारः महोदय। महोदय, गृहे अतिथयः आगतवन्तः महोदय, अतः महोदय। अस्तु भगिनि, चिन्ता मास्तु भगिनि। अस्तु भगिनि, नमस्कारः भगिनि। अस्तु, अस्माकं प्रवर्तमानविषयः अस्ति तत्र आत्मनिपदि धातूनां लृट् लकारः। तत्र आत्मनिपदि धातूनां तत्र लट्लकाररूपं कथं भवति इति तत्र पुनस्मरणं कुर्मः, तदनन्तरं तत्र लृट्लकाररूपं कथं भवति इति अपि पुनस्मरणं कुर्मः, तदनन्तरम् अग्रे सरामः। तर्हि तत्र वेदा भगिनी तत्र एकवारं वदति वा तत्र कम्पते इति तस्य रूपं वा? हा, लट्लकाररूपा लट्लकाररूपाणि कम्पते, कम्पेते, कम्पन्ते, कम्पते, कम्पेथे, कम्पद्वे, कम्पे, कम्पावहे, कम्पामहे। हा, इति सुन्दरं भगिनि। अस्तु, इदानीं तत्र पुटसङ्ख्या 86 पश्यतु। इदानीं तत्र तदेव तत्र कम्पते इति तस्य लृट् लकाररूपाणि एकवारं वदतु। कुत्र अस्ति महोदय तत्र कम्पते? 86 दृष्ट्वा, ओ दृष्ट्वा वदामि वा? ओके, दृष्ट्वा तत्र बन्ध धातोः रूपाणि सन्ति, बन्धिष्यति, किन्तु इदानीं कम्पते इति स्वीकृत्य वदतु भगिनि। तत्र कम्पिष्यते इति साधुरूपं वा? कम्पिष्यते, सत्यं, कम्पिष्यते, कम्पिष्येते, कम्पिष्यन्ते, कम्पिष्यसे, कम्पिष्येते, कम्पिष्यद्वे, कम्पिष्ये, कम्पिष्यामसे, कम्पिष्याम। हा, इति भवति। हा, सत्यं, समीचीनम्। अस्तु, तर् लक्ष्मी भगिनी नमस्कारः। नमस्कारः भगिनी। अस्तु, अग्रे तत्र नमस्कारः भगिनी। अस्तु, इदानीं तत्र पुटसङ्ख्या 86 तत्र नरेश् महोदय, इदानीं तत्र साधारणरूपं तस्य पुनस्मरणं कुर्मः, अतः तत्र बन्द् इति आसीत्, इदानीं तत्र हा लभते इति तत्र तस्य लृट् लकाररूपाणि वदति वा महोदय, नरेश् महोदय? लृट् लभते, लभिष्यते, लभिष्येते, लभिष्यन्ते, लभिष्यसे, लभिष्येथे, लभिष्यध्वे, लभिष्ये, लभिष्यावहे, लभिष्यामहे। हा, इति समीचीनं महोदय। अस्तु, प्रिया भगिनी नमस्कारः। एकनिमिषं क्षम्यतां महोदय, लभते लप्स्यते महोदय, लप्स्यते, आमामामां, धन्यवादः, धन्यवादः, लप्स्यते, लप्स्यते, सम्यक्, समीचीनं, धन्यवादः भगिनी। अहमपि तत्र चिन्तितवान् तत्र साधारणरूपम् इति, हा, किन्तु अत्र एव दत्तं खलु विशिष्टरूपम् इति, धन्यवादः भगिनी, धन्यवादः, मम दोषः एव। अस्तु, नरेश् महोदय क्षम्यताम्, लप्स्यते इति दत्तं किन्तु लप्स्यते, लप्स्येते, लप्स्यन्ते, लप्स्यसे, लप्स्येथे, लप्स्यद्वे, लप्स्ये, लप्स्यावहे, लप्स्यामहे। हा, इति, अस्तु, समीचीनं। प्रिया भगिनी नमस्कारः। अस्तु, तर्हि तत्र वयं कियत्पर्यन्तं कृतवन्तः, कोऽपि स्मरति वा? यतोहि तत्र गतवर्गे वयं कथां पठितवन्तः, किन्तु तस्मात् द्वितीयः पाठः इति मन्ये महोदय, अधुना द्वितीयः अभ्यासः, अभ्यासः इति मन्ये। अस्तु, अस्तु, तर्हि अतः तत्र ततः एव आरम्भं कुर्मः तर्हि। अतः तत्र इदानीं तत्र शुभभगिनी भवती एव आरम्भं करोति वा तत्र? आम् महोदय। अधः दत्तानां क्रियापदानां भविष्यत्कालरूपाणि उपयुज्य पार्श्वे दत्तानां कर्तृवाचकशब्दानां योजनेन वाक्यानि रचयत। तत्र सः, ते, एताः, सौ अहं वयम् आवां त्वं यूयम् इति दत्तानि प्रथमस्तम्भे. अपि च तेन सह योजना योजयितुं वन्दते कुरुते चेष्टते लभते रमते अश्नुते वर्तते आरभते युध्यते इति अस्तु. तत्र कर्तृवाचकशब्दानां योजनेन वाक्यानि रचयत. सः देवं वन्दते. अग्रे अपि करोमि वा? हा हा, करोतु भगिनि. तत्र सः इति अस्ति, तत्र सः वन्दिष्यते इति अस्ति, ते वन्दिष्यन्ते इति अस्ति. तत्र प्रायशः तत्र एताः अस्ति चेत् किं भवति? एताः वन्दिष्यन्ते इति भवति. एताः सः वन्दिष्यते, एताः वन्दिष्यन्ते इति भवति. अस्तु, इदानीं तत्र तौ अस्ति चेत् किं भवति? तौ अस्ति चेत् वन्दिष्येते इति भवति. समीचीनम्. अहम् अस्ति चेत् अहं वन्दिष्यामि, वन्दिष्ये, क्षम्यताम्, वन्दिष्ये. वयं वन्दिष्यामहे, आवां वन्दिष्यावहे, त्वं वन्दिष्यसे, यूयं वन्दिष्यध्वे इति भवति. समीचीनं भगिनि. तत्र तु दत्तमेव अस्ति महोदय, अन्यत् किन्तु किन्तु तत्र क्रमः भिन्नः अस्ति इति कृत्वा तत्र क्लेशः भवति, तावदेव खलु. तत्र सः, तौ, ते, त्वं, युवां, तादृशः क्रमः नास्ति, अतः तत्र किञ्चित् क्लेशः भवति. किन्तु समीचीनं भगिनि. किन्तु अभ्यासः न अभवत् इति मन्ये मम. पुनः पुनः अग्रे करोतु, करोति भगिनि. अस्तु अस्तु, वंशीसुधा भगिनी नमस्कारः. अस्तु, तत्र प्रिया भगिनी इदानीम् अग्रे करोति वा भगिनि, कुरुते इति? आम् महोदय, सः कुरु करिष्यते, ते करिष्यन्ते, एताः करिष्यन्ते, तौ करिष्येते, अहं करिष्ये, वयं करिष्यावहे, यामहे, आवां करिष्यावहे, त्वं करिष्यसे, यूयं करिष्यध्वे. यूयं करिष्यध्वे, समीचीनं भगिनि. अस्तु, अग्रे तत्र लक्ष्मी भगिनी अग्रिमं करोति वा, चेष्टते इति? करिष्यति महोदय, करिष्यति इति करोति इत्यस्य लिट् लकारः वा? किं भगिनि? करोति न न न, कुरुते इति एव, कुरुते एव. पूर्वस्मिन् पुटे दत्तमस्ति भगिनि, तत्र कृन् धातुः कुरुते करिष्यते. कुरुते इत्यस्य आत्मनेपदीरूपं लिट् लकारः, कुरुते एव, कुरुते एव आत्मनेपदीरूपं. तस्य तस्य लृट् लकारः करिष्यते, करिष्यते. करोति इत्यस्य लिट् लकारः करिष्यति. ओ, करिष्यति. एषः करिष्यते. कुरुते करिष्यते, करोति करिष्यति. अग्रिम चेष्टते इति अस्ति. सः चेष्टते, सः चेष्टते, तौ चेष्टेते. किन्तु इदानीं तत्र लृट् लकारः. ओ, चेष्टते, चेष्टिष्यते, चेष्टिष्यते, न न, चेष्टिष्यते, चेष्टिष्यते. तत्र चेष्टते मध्ये चेष्टिष्यते, चेष्टिष्यते, चेष्टिष्यते. किन्तु तत्र सः इति उप योजनेन वदतु. सः चेष्टिष्यते, तौ चेष्टिष्यते. इदानीं ते तत्र यः यः क्रमः दत्तः तत्र सः, तदनन्तरं ते इति. ते चेष्टिष्यन्ते, एताः चेष्टिष्ठन्ते तौ चेष्टिष्ठ्येते अहं चेष्टिष्ठे समीचीनं चेष्टिष्ये वयं चेष्टिष्ठ्यामहे आवां चेष्टिष्ठ्यावहे त्वं चेष्टिष्यसे चेष्टिष्यसे यूयं चेष्टिष्ठ्यद्वे यूयं चेष्टिष्ठ्यद्वे समीचीनं भगिनि उत्तमम् अस्तु अग्रे ललिता भगिनि मधु महोदय नमस्कारः पुटसङ्ख्या अस्ति 87 महोदय मम पुस्तके पुटसङ्ख्या अस्ति 87 ललिता भगिनी वदतु कुरुते तदनन्तरं लभते अस्ति तदनन्तरं रमते अस्ति ईक्षते अस्ति चेष्टिष्यते अस्तु भगिनि अतः तत्र किमस्ति अस्ति तदनन्तरं किमस्ति रमते अनन्तरं लभते रमते ईक्षते ईक्षते आरभते युध्यते अस्तु भगिनि अतः तत्र रमते रमते करोतु तत्र रमते इति जानाति खलु तत्र रूपं किं भवति रमते रंस्यते सः रंस्यते तौ रंस्येते तत्र सः एताः इति यः क्रमः तत्र रक्तवर्णे तत्र पुस्तके स्तम्भः अस्ति खलु भगिनि मम पुस्तके नास्ति एताः सः एताः तत् स्वीकृत्य वदतु महोदय सः एताः वट् इस् दट् सः एते सः इदानीं तत्र सः रंस्यते एतदेव कर्तृपदम् अतः कर्तृपदम् उपयुज्य वदतु तत्र सः रंस्यते तौ रंस्येते सः ते रंस्यन्ते अस्तु तत्र कर्तृपदानि न दत्तानि वा तत्र रक्तस्तम्भे अस्तु अस्तु भगिनि अतः तत्र सः तौ ते इति एव स्वीकृत्य वदतु भगिनि अस्तु भवान् वदतु अहं वदामि तदनन्तरं सः सः तदनन्तरं रंस्यते खलु सः अहं सः कर्तृपदं वदामि भवती वदतु अस्तु ओके सः रंस्यते ते रंस्यन्ते इदानीम् एताः ओ एताः रंस्यन्ते अस्तु तौ तौ रंस्येते अहं रंस्ये वयं रंस्यावहे वयं रंस्यामहे वयं रंस्यामहे आवां रंस्यावहे त्वं रंस्यसे यूयं रंस्येते रंस्यद्वे यूयं रंस्यद्वे युवां रंस्यद्वे यूयं रंस्यद्वे समीचीनं भगिनि अस्तु अग्रे तत्र वंशीसर भगिनी वक्तुं शक्नोति वा अस्तु तर्हि वेदा भगिनी अग्रे तत्र किञ्चित् अनन्तरम् अस्तु भगिनि अस्तु तत्र लभते इति करोति वा भगिनि वेदा भगिनी तत्र सः भवत्याः पुस्तके तत्र सः ते एताः सर्वम् अस्ति खलु अस्तु अस्तु समीचीनम् अस्तु भगिनि सः लप्स्यते सः लप्स्यते सः ते सः तौ ते लप्स्यन्ते ते लप्स्यन्ते एताः अपि लप्स्यन्ते सः तौ ते तौ लप्स्येते तौ तौ लप्स्येते अहं लप्स्ये अहं लप्स्ये अहम् आवां वयम् इति अस्ति वयं वयं लप्स्यामहे आवां लप्स्यावहे त्वं लप्स्ये त्वं लप्स्ये त्वं लप्स्यसे त्वं लप्स्यसे आं सब् सोरि त्वं लप्स्यसे द्वां स्वयं त्वं लप्स्यद्वे लप्स्यद्वे इति समीचीनम् अस्तु अग्रे तत्र एतावत् तत्र हा इदानीं तत्र प्रायशः तत्र मधुमहोदय अपि नरेश महोदय तत्र कः नरेश महोदय करोति वा तदनन्तरं मधुमहोदय करोति वा आं महोदय हा अस्तु अथ इदानीं भवान् तत्र अश्नुते इति करोति वा महोदय नरेश महोदय अश्नुते हा अश्नुते किं भवति लृट्लकारे न जानामि अश्नुते किं भवति अशिष्यते अशिष्यते धन्यवादः सः अशिष्यते ते अशिष्यन्ते एताः अशिष्यन्ते तौ अशिष्येते अहम् अशिष्ये वयम् अशिष्यामहे आवाम् अशिष्यावहे त्वम् अशिष्यसे यूयम् अशिष्यद्वे हा समीचीनं महोदय अस्तु अग्रे मधुमहोदय इदानीं तत्र वर्तते इति करोति वा महोदय मम समीपे पुस्तकं नास्ति परन्तु अहं प्रयत्नं करोमि अस्तु तत्र रूपाणि कानि इत्युक्ते महोदय तत्र वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते वन्दिष्यसे वन्दिष्येते वन्दिष्यद्वे वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे इति तत्र वन्द् धातोः रूपाणि तत्र भविष्यत्कालं तत्र लृट्लकारः इदानीं तत्र वर्तते इति अतः तत्र सः किं भवति सः वर्तते स्थाने सः वर्तिष्यते वर्तिष्यते सः वर्तिष्यते समीचीनम् इदानीं तत्र ते वर्तिष्यन्ते समीचीनम् एताः एताः वर्तिष्यन्ते हा इदानीं तौ तौ वर्तिष्ये वर्तिष्येते तौ वर्तिष्येते इदानीं तत्र अहम् अहं वर्तिष्ये अस्तु समीचीनं महोदय आवाम् आवां वर्तिष्यावहे वयं वयं वर्तिष्यामहे अस्तु समीचीनम् इदानीं तत्र त्वं युवां यूयं तद्वदतु तत्र त्वं वर्तिष्यसे युवां वर्तिष्येते यूयं वर्तिष्यद्वे इति समीचीनं महोदय अस्तु इदानीं तत्र अस्तु तत्र शोभा भगिनी इदानीं तत्र आरभते इति करोति वा आं महोदय आरभते इत्यस्य आरप्स्यते आरप्स्यते भवति आरप्स्यते सः आरप्स्यते सः आरप्स्यते ते आरप्स्यन्ते एताः आरप्स्यन्ते तौ आरप्स्येते अहम् आरप्स्यामि वयं न आरप्स्ये वयम् आरप्स्यामहे आवाम् आरप्स्यावहे त्वं त्वम् आरप्स्ये न न आरप्स्यसे आरप्स्यसे यूयम् आरप्स्यद्वे हा इति समीचीनम् अस्तु इदानीं तत्र पुनः तत्र प्रिया भगिनी इदानीं तत्र आरप्स्यते इति एव स्वीकुर्मः आरभते एव स्वीकुर्मः किन्तु मध्ये कर्मपदं योजयामः भगिनी इदानीं सः कार्यम् अस्तु आरभते इति इदानीं सः कार्यम् आरप्स्यते इति हा अस्तु महोदय कार्यमेव सर्वत्र कार्यमेव अथवा अन्यत् किमपि कर्मपदं यदि कार्यं न इच्छति चेत् अन्यत् किमपि किन्तु एकमेव कर्मपदं स्वीकृत्य सर्वत्र तदेव स्थापयतु अस्तु महोदय कार्यमेव स्वीकरोमि सः कार्यं आरप्स्यते ते कार्यम् आरप्स्यन्ते एताः कार्यम् आरप्स्यन्ते तौ कार्यम् आरप्स्येते अहं कार्यम् आरप्स्ये वयं कार्यम् आरप्स्यामहे आवां कार्यम् आरप्स्यावहे त्वं कार्यम् आरप्स्यसे यूयं कार्यम् आरप्स्यद्वे हा इति समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे तत्र लक्ष्मी भगिनी इदानीं तत्र युध्यते इति अस्ति तत्र प्रायशः योत्सति इति एव तत्र कर्मपदं प्रायशः तत्र अकर्मकम् अकर्मक इति मन्ये अतः तत्र अतः केवलं तदेव वदतु भगिनि तत्र सः योत्स्यते सः योत्स्यते ते योत्स्यन्ते एताः योत्स्यन्ते तौ योत्स्येते अहं योत्स्ये वयं योत्स्यामहे आवां योत्स्यावहे त्वं योत्स्यसे यूयं योत्स्यद्वे हा समीचीनं भगिनि अस्तु अतः तत्र सर्वं कृतम् इति मन्ये अतः अग्रे किं कर्तुं शक्नुमः अग्रिमे पुटे तत्र यः अभ्यासः अस्ति तं कृतवन्तः इति मन्ये तृतीय अभ्यासः आं महोदय हा अतः तत्र अपि चतुर्थ अभ्यासः कृतवन्तः तम् अपि कृतवन्तः वा चतुर्थः अपि कृतवन्तः अहं चिन्तयामि कृतवन्तः वा आम् न स्मरामि चतुर्थं न स्मरामि अस्तु अस्तु पुनः एकवारं चतुर्थं कुर्मः चतुर्थाभ्यासं पुनः एकवारं कुर्मः तर्हि तत्र अस्तु तत्र हा अस्तु मधुमहोदय ओ भवतः पार्श्वे पुस्तकम् अस्ति अस्तु तर्हि तत्र ललिता भगिनी भवत्याः पार्श्वे एतदेव अस्ति वा न जानामि अस्तु अस्तु अधोलिखितेषु वाक्येषु लुट् लकारस्य रूपाणि प्रयुज्य वाक्यानि लिखत लुट् लकाररूपं प्रयोजनं करणीयम् आकाशे चन्द्रः भासते अस्तु आकाशे चन्द्रः भासिष्यते भासिष्यते भासिष्यते भासिष्यते असंयमिनः आग्रह वर्धते असंयमिनः आग्रह वर्धिष्यते तत्र असंयमिनः आग्रह वर्धिष्यते इति वाक्ये तत्र कर्तृपदं किम् ओ असंयमिनः ओ बहुवचने अस्ति तत्र असंयमिनः बहुवचने अस्ति वा महोदय तत्र मनं संयम वर्धते इति अस्ति वर्धते इति अस्ति वर्धते इति अकर्मकधातुः इति खलु वर्धिष्येते वर्धिष्यते इति समीचीनमेव अत्र वर्धते इति अस्ति अतः कर्तृपदम् एकवचनं खलु एकवचनं वर्धिष्यते न अतः सत्यं किन्तु कर्तृपदम् एकवचने अस्ति तत्र अतः तत्र कर्तृपदम् एकवचनकर्तृपदम् आवश्यकं खलु अतः तत्र किमस्ति मनस् मनस् मनस् असंयमिनः मनः असंयमिनः आग्रहः वर्धते इति अस्ति अतः तत्र साक्षात् किं वर्धते आग्रहः आग्रहः वर्धते समीचीनम् आग्रहः वर्धते समीचीनम् आग्रहः वर्धते आग्रहः एव वर्धते इदानीं तत्र आग्रहः वर्धते इति अस्ति तस्मात् प्राक् किं पदमस्ति असंयमिनः इति तत्र विभक्ति का एकवचने प्रातिपदिकं किम् अस्ति असंयमिनः असंयम मनस् मिन् मिन् इति अस्ति मिन् अस्ति असंयं मिन् असंयं मिन् सो मिन् गुणिव गुणि गुणि गुणिनि समीचीनं गुणिन् गुणि हा विभक्तिका तत्र भवती तत्र चिन्तितवती गुणिनः इति तादृशं तत्र असंयमनः सत्यं प्रथमाविभक्ति बहुवचनमपि भवितुमर्हति नो चेत् अन्यत् किं भवितुमर्हति गुणिनः इति गुणिनः प्रथमा एव पञ्चमी षष्टि पञ्चमी षष्टि वचनं किम् एकवचनम् एकवचने अत्र षष्टि कस्य आग्रहः वर्तते असंयमिनः आग्रहः वर्तते यः कोऽपि पुरुषः अस्ति सः असंयमी अस्ति तस्य पुरुषस्य आग्रहः वर्धिष्यते अथवा वर्तते अतः असंयमी असंयमिन् इति हलन्तपदमेव अस्तु समीचीनं भगिनि महोदय प्रथमवाक्यः किमस्ति तत्र पूर्वतनपुस्तके ब्रह्मचन्द्रं भासयते इति अस्ति भासयते सो भासयिष्यते भासयिष्यते इति मन्ये महोदय भासयिष्यते इति किन्तु नूतनपुस्तके तत्र आकाशे चन्द्रः भासते इति अस्ति अत्र चन्द्रम् इति कर्मपदम् अस्ति नूतनपुस्तके चन्द्रः एव कर्तृपदम् अस्ति इत्युक्ते किं यस्य संयमः नास्ति भगिनि संयम कण्ट्रोल् इति असंयमी तत्र यस्मिन् असंयमः अस्ति तत्र संयमः तत्र कण्ट्रोल् इति यत् नास्ति तत्र तस्य आग्रहः वर्तते इति अतः तत्र किन्तु तस्य निग्रहः सः न कर्तुं शक्नोति असंयमीति असंयमिन् तत्र संयमीति किं भगिनि तस्य आग्रहः किमर्थं वर्धते इति आग्रहः नाम तत्र सः किमपि निग्रहः न कर्तुं शक्नोति भगिनि तत्र हि केनाट् कण्ट्रोल् अतः तत्र आग्रहः नाम सर्वं तत्र आग्रहः वा अन्ये गुणाः अपि किन्तु अत्र केवलम् आग्रहः इति स्वीकृतं तावदेव उदाहरणार्थं तावदेव महोदय प्रथमवाक्ये ब्रह्मचन्द्रं भासयते ब्रह्म इति प्रथमव्यक्ति एकवचनं वा ब्रह्म हा सत्यं भगिनि तस्य प्रातिपदिकं किं ब्रह्मन् ब्रह्मन् ब्रह्मन् धन्यवादः तत्र कर्तृपदम् अस्ति पुरातनपुस्तके मम पुस्तके अपि तत्र ब्रह्म एव अस्ति अस्तु वेदा भगिनी भवती एव इदानीम् अग्रिमं करोतु ज्ञानी सर्वदा आनन्दं लभते ज्ञानी प्रथमपुरुष एकवचनं ज्ञानी सर्वदा आनन्दं कर्तृप कर्मपदं लभते सो ज्ञानी सर्वदा आनन्दं लप्स्यते आनन्दं लप्स्यते समीचीनं ज्ञानी आनन्दं लप्स्यते इदानीं तत्र बहुवचने किं भवति ज्ञानिनः ज्ञानिनः सर्वदा आनन्दं लप्स्यन्ते लप्स्यन्ते इति भवति समीचीनं अस्तु अग्रे तत्र शोभा भगिनी अग्रे आं महोदय अर्जुनस्य हस्तात् गाण्डीवं स्रंसते अर्जुनस्य हस्तात् गाण्डीवं तत्र श्रंसिष्यते इति भवति वा महोदय श्रंसिष्यते तत्र आं महोदय श्रंसिष्यते इति एव अस्ति वा आम् संस्रते मम पुस्तके दत्तमस्ति संसिष्यते इति अस्तु अत्र नास्ति अस्ति संसिष्यते इति अस्तु संसिष्यते सकारः क्लेशः अस्ति अस्तु, तत्र अर्जुनस्य हस्तात् गाण्डीवं स्रंसते, स्रंसिष्यते, स्रंसिष्यते अथवा बहुवचने स्रंसिष्यन्ते इति भवति. गाण्डीवम् अथवा गाण्डीवम् इति कोदण्डम् इति कोदण्डः इति प्रायशः अस्ति खलु, पुल्लिङ्गपदं वा कोदण्डः, दण्डः कोदण्डः प्रायशः, दण्डः कोदण्डः. स्रंसते, स्रंसिष्यते हा इति. अस्तु अस्तु भगिनि, समीचीनं. हा अग्रे तत्र हा नरेश महोदय अग्रे. आं महोदय. विश्वरूपं दृष्ट्वा पार्थः कम्पते. विश्वरूपं दृष्ट्वा पार्थः कम्पिष्यते. हा पार्थः कम्पिष्यते, समीचीनम्. अस्तु अग्रे प्रिया भगिनी. अहं वा महोदय? आं भगिनि. जिज्ञासवः गुरून् सेवन्ते. जिज्ञासवः गुरून् सेविष्यन्ते. सेविष्यन्ते इति मन्ये भगिनि, सत्यं. महोदय एकः प्रश्नः अस्ति, संस्कृते इत्यस्य धातुः किम्? संस्कृते प्रायशः तत्र धातुः स्रंस् इति अस्ति महोदय. स्रंस् वा? अस्तु पतति इति अर्थे खलु, हस्तात् पतति इति. हा स्रंसते. हा अपि तत्र जिज्ञासवः इति वचनं किं भगिनि तत्र? जिज्ञासुः इति पदमस्ति. जिज्ञासवः बहुवचनरूपम् अस्ति. बहुवचनम् अस्ति, समीचीनं. हा ज्ञातुमिच्छा. हा ज्ञातुमिच्छा यस्य अस्ति सः जिज्ञासुः. हा समीचीनं भगिनि. अस्तु तत्र मधु महोदय तत्र वाक्यं ददामि, भवान् करोति वा तत्र? महोदय. अस्तु. भक्ताः भगवती रमन्ते. रमन्ते, रमते इति पदस्य लुट्लकारः अस्ति रंस्यते इति. महोदय. अस्तु तत्र भक्ताः भगवती रमन्ते. भक्ताः भगवती रंस्यन्ते. रंस्यन्ते इति, समीचीनं महोदय. हा तत्र भगवती इति पदस्य तत्र विभक्ति का इति जानाति वा? भगवती स्त्रीलिङ्ग न न तत्र भगवती दीर्घ इकारः नास्ति, केवलं ह्रस्व इकारः भगवती. भगवत् इति प्रातिपदिकं. भगवत् भगवती भगवती. तत्र भवती इति पदस्य विभक्ति जानाति वा? भवती इति दीर्घैकारः नास्ति, केवलं ह्रस्वैकारः भवती. यदि न स्मरति चिन्ता मास्तु, तत्र अन्य कोऽपि वदति तत्र. अस्तु तत्र कः वक्तुम् इच्छति तत्र भगवती इति पदस्य विभक्ति का? हा भगवत् इति प्रातिपदिकं, भगवती इति. तत्र वयं दृष्टवन्तः तत्र हलन्तपदानां तत्र एकवचने विभक्तिरूपाणि सुलभतया कर्तुं शक्नुमः खलु. हा भवत् तत्र तृतीया किं भवति? भवता, चतुर्थी भवते, पञ्चमी षष्टि भवतः, भवतः अपि सप्तमी भवति, भवति इति. हा एतत् मनसि स्मरामश्चेत् सुलभः भवति. अस्तु अस्तु, समीचीनम्. अग्रे अग्रे तत्र हा लक्ष्मी भगिनी कृतवती वा? करोमि वा? अस्तु करोतु भगिनि. सर्वे जनाः स्वप्रकृत्यनुसारं चेष्ट्यन्ते. सर्वे जनाः प्रकृत्यनुसारं चेष्टिष्यन्ते. हा तत्र स्वप्रकृत्यनुसारम् इति पदस्य विभजनं कृत्वा वदतु तत्र किम् अस्ति? स्व विभजनं प्रकृति अनुसारं प्रकृति अनुसारं हा तदेव अस्ति खलु स्वप्रकृति अनुसारम् अनुसारं हा तत्र इदानीं किन्तु तत्र प्रकृति अनुसारं तत्र प्रकृति अनुसारं सन्धि भूत्वा प्रकृत्यनुसारम् इति अस्ति किन्तु तत्र विभज्य वदामः चेत् तत्र किं भवति स्व स्वस्य प्रकृति अनुसारं न महोदय न न न प्रकृति किन्तु तत्र विभक्ति आवश्यका अस्ति तत्र आवश्यकी अस्ति तत्र मध्ये यदि विभज्य पदद्वयं वदामः प्रकृतेः षष्टि स्वप्रकृतेः अनुसारं चेष्टन्ते हा समीचीनं अथवा चेष्टिष्यन्ते इति समीचीनं चेष्टयिष्यन्ते वा चेष्टिष्यन्ते इति चिन्तयामि भगिनि चेष्टिष्यन्ते इति एव चिन्तयामि भगिनि तत्र मूर्धन्यशकारः चेष्टिष्यते सर्वत्र चेष्टिष्यते इति हा सत्यं भगिनि हा अस्तु अग्रे तत्र इदानीम् अग्रे तत्र किम् अस्तु महोदय ललिता भगिनी अग्रे भवति आर्ताः आर्ताः देवध्यानं कुर्वते आर्ताः बहुवचने अस्ति देवध्यानं करिष्यन्ते तत्र आर्तः इति एकवचने अस्ति चेत् किं भवति करिष्यते आर्तः देवध्यानं करिष्यते किन्तु लट्लकाररूपं लट्लकार कुरुते आर्ताः देवध्यानं कुरुते एकवचने आर्तः आर्तः देवध्यानं कुरुते कुरुते कुर्वाते कुर्वान् कुरुते कुर्वाते कुर्वान् कुर्वन्ते दत्तं खलु कुर्वते तदेव अस्ति समीचीनं भगिनि अस्तु श्रीप्रिया भगिनी नमस्कारः नमस्ते महोदय क्षम्यतां महोदय अस्तु महोदय अग्रे तत्र नरेश महोदय अग्रे महोदय आत्मा कदापि न जायते आत्मा कदापि न जनिष्यते तत्र जायते इति प्रायः तदेव अस्ति इति मन्ये महोदय सत्यं सत्यं यतोहि पूर्वस्मिन् पुटे अस्ति खलु जायते जनिष्यते इति दत्तमस्ति जनिष्यते समीचीनं महोदय जनजातु जनजातु आत्मा कदापि न जनिष्यते बहुवचने किं भवति महोदय जनिष्यन्ते किन्तु पूर्णवाक्यम् आत्मानः कदापि न जनिष्यन्ते इति समीचीनं महोदय अस्तु अग्रे प्रिया भगिनी ज्ञानं सर्वपापानि भस्मसात् कुरुते ज्ञानं सर्वपापानि भस्मसात् करिष्यते भस्मसा करिष्यते समीचीनं भगिनि तत्र कर्मपदं किं कर्तृपदं किम् अत्र कर्तृपदं ज्ञानमस्ति और् कर्मपदं सर्वपापानि इति समीचीनं भगिनि भस्मस नाम भस्मरूपेण करोति भस्मसा कुरुते समीचीनं भगिनि अस्तु शोभा भगिनी अग्रे आं महोदय नवद्वारे पुरे देही किमपि अकुर्वन् आस्ते तत्र आस्ते अपि भविष्यति एव भवति वा महोदय न न न तत्र आशिष्यते इति भवति आशिष्यते भवति वा अस्तु आस् धातुः अस् न आस् सत्यं तर्हि तत्र नवद्वारे पुरे देही किमपि अकुर्वन् आशिष्यते इति समीचीनम्। इदानीं तत्र बहुवचने किं भवति? तत्र देही इति पदस्य अन्वयः, देहीम् इति शब्दः, देहिनः इति भवति। समीचीनं, देहिन समीचीनं। नवद्वारे पुरे देहिनः किमपि अकुर्वन्तः समीचीनं भगिनि। अकुर्वन् इति तत्र विशेषविशेषभावः, तत्र शत्रन्तरूपं समीचीनं। तत् वाक्यस्य अर्थं कं किं महोदय? तत्र भगिनि तत्र अन्यत् अन्यकपि वक्तुम् इच्छति वा? नो चेत् नवद्वारे शरीरे नवद्वारे समीचीनं। देहि नाम आत्मा, देहि नाम आत्मा, यस्य देहः तत्र आत्मनः एव देहः इति, तत्र आत्मनः देहः, अतः आत्मा एव देहि, किन्तु आत्मा किमपि अकुर्वन् तिष्ठति। तत्र वयं कुर्मः इति चिन्तयामः, किन्तु आत्मा किमपि न करोति। आत्मा देहे, देहे नाम नवद्वारे पुरे, साक्षीभूत तत्र किमपि न करोति, केवलं पश्यति इति न वक्तुं शक्नुमः, किमपि न करोति इति। अतः तत्र अकुर्वन् किमपि अकुर्वन् आस्ते, आस्ते नाम तत्र अस्ति इति। महोदय तत्र वाक्यस्य विषये साक्षीभूतरूपेण इति वदनीयं वा? साक्षीभूतरूपेण अथवा किमपि अन्यत्? तदेव सत्यं, साक्षी साक्षी एव अस्ति इति तदपि वक्तुं शक्नुमः भगिनि। सत्यं, साक्षी साक्षिरूपेण तिष्ठति। समीचीनम्, अस्तु अग्रे श्रीप्रिया भगिनी वक्तुम् इच्छति वा तत्र अग्रे? आं पठामि महोदय। साधु अनन्यभाक् ईश्वरं भजते, साधु अनन्यभाक् ईश्वरं भजिष्यते इति भवति वा महोदय? न भगिनि, अत्र तत्र भक्ष्यते इति, ओ भक्ष्यते इति चिन्तयामि, तत्र भज् कोऽपि दृष्ट्वा वदति वा तत्र? यजते, यक्ष्यते अस्ति पूर्वस्मिन् पुटे अस्ति, पृष्ठ 86 पेज् मध्ये यजते, यक्ष्यते, यजते, यक्ष्यते, समीचीनं। भजते, भज् भज् धातु, भक्ष्यते, भज् धातु एव, भक्ष्यते, भक्ष्यते। साधुः अनन्यभाक् ईश्वरं भक्ष्यते। इदानीं तत्र बहुवचने वदतु तत्र। साधवः अनन्यभाक् ईश्वरं भजन्ते, भजन्ते इति लट्लकारे, समीचीनं, भक्ष्यन्ते, भक्ष्यन्ते इति समीचीनं भगिनि। अस्तु अग्रे वंशीसुधा भगिनी कर्तुम् इच्छति वा? अस्तु वेदा भगिनि अग्रे। हा महोदय, युवकः भगवद्गीतां क्रीणीते, युवकः एकवच प्रथमपुरुषे एकवचनमस्ति, भगवद्गीतां कर्मपदमस्ति, क्रीणीते, क्रीणीते तस्य क्रीधातुता आयाति, क्रीणिष्यते, क्रेष्यते इति अस्ति भगिनि, क्रेष्यते, तत्र पूर्वस्मिन् पुटे दत्तमस्ति, तत्र पेज् 86 मध्ये गुणकार्यं भवति, तदेव क्रेष्यते। युवकः भगवद्गीतां क्रेष्यते, इदानीं तत्र बहुवचने किं भवति? अपि इदानीं तत्र त्वम् इति योजयतु, त्वं त्वं क्रेष्यसे, भगवद्गीतां क्रेष्यसे इति, समीचीनं भगिनि। अस्तु इदानीं तत्र मधुमहोदय तत्र युवकः भगवद्गीतां क्रेष्यते इति अस्ति, तत्र अहम् इति अस्ति चेत् किं भवति? अहम् अहं भगवद्गीतां क्रेष्ये, क्रेष्ये। अपि वयं, वयं भगवद्गीतां क्रेष्यामहे, क्रेष्यामहे इति, समीचीनं महोदय। अस्तु हा अस्तु अग्रे तत्र इदानीं लक्ष्मी भगिनी अन्तिमवाक्यं तामसाः अधर्मम् अधर्मं धर्मम् इति मन्यन्ते तामसाः अधर्मं धर्मम् इति मंस्यन्ते मन्स्यन्ते समीचीनं भगिनि हा तत्र मन्यते मन्यते मन्स्यते मन्यन्ते मन्स्यन्ते इति भवति समीचीनं हा अस्तु तत्र त्रयोदशवाक्ये अनन्यभाक् इति अस्ति इत्युक्ते किं महोदय अनन्यभाक् ईश्वरं नाम सः अनन्यभाक् हा तत्र भाक् इति तत्र अनन्यभाक् ईश्वरं सम्यक्तया न जानामि भगिनि तत् अहं चिन्त्यं केवलम् ऊहम् इति वदामि तत्र प्रायशः तत्र अनन्यभाक् अस्तु तदपि ऊहमपि इदानीं प्रायशः मनसि अन्यविचारं विना ईश्वरमेव श्रद्धा अत्र एव अस्तु अस्तु तत्र किमपि अन्यत् न अस्तु विना अन्यपदपदार्थस्य चिन्तनं नास्ति विना इति वा ईश्वरमेव तस्मिन् एव हा अस्तु अस्तु अहम् ईश्वरम् इति पदस्य तत्र हा विष्णुसहस्रनाम अनन्य अनन्यचिन्तयन्तो महां वेदना पर्युपास्यते अस्ति न किन्तु अस्तु समीचीनं भगिनि अतः महोदय तत्र भाक् इति भज् इति धातुतः आगतं पुण्यभाक् इति प्राप्तं तत्र भज् योगः नि इति किमपि प्रत्ययः अस्ति किन्तु तत्र भज् धातुतः आगतः यथा भवती उक्तवती भजने अतः तत्र अर्थः कः नाम अन्यस्य भजनं न करोति केवलम् ईश्वरस्य भजनम् एव अनन्यभाक् ईश्वरं भजते तत्र ईश्वरः इत्युक्ते ब्रह्मन् अर्थे एव किन्तु अनन्यभाक् इति तत्र ईश्वरमिति पदस्य विशेषणं नास्ति नास्ति केवलम् अनन्यभाक् इति तत्र कथं सः भजते तत्र अनन्यभाक् इति भजते इति प्रायः अन्यान् न भक्त्वा ईश्वरमेव भजते इति मन्ये महोदय अस्तु भगिनि हा प्रिया भगिनी तत्र उत्तमप्रश्नः तत्र पृष्ट्वा एव वक्तुं शक्नोमि भगिनि तत्र चिन्ता नास्ति महोदय धन्यवादः धन्यवादः अनन्यभाक् इति हा अस्तु तर्हि अग्रे सरामः तर्हि तत्र नरेश महोदय अग्रिमम् अभ्यासम् आरम्भं करोति वा आं महोदय यथा निर्दिष्टं परिवर्त्य लिखत सा गीतां क्रेष्यते उत्तमपुरुषे अहं गीतां क्रेष्ये उत्तमपुरुषे अहं गीता अहं गीतां क्रेष्ये क्रेष्ये अस्तु तत्र केवलम् उत्तमपुरुषे इति दत्तम् अतः प्रायशः एकवचने एव तत्र केवलं वचन पुरुषस्य परिवर्तनं किन्तु वचनस्य न इति मन्ये खलु वचनस्य अस्ति चेत् वयं गीतां क्रेष्यामहे आवाम् आवां गीतां क्रेष्यावहे इति भवति समीचीनं महोदय अस्तु अस्तु तर्हि अग्रे तत्र श्रीप्रिया भगिनी अग्रे महोदय अर्जुनः कृष्णस्य वचनं करिष्यते मध्यमपुरुषे त्वं कृष्णस्य वचनं करिष्यसे करिष्यसे वचनत्रयमपि वा महोदय वचनत्रयं वदतु भगिनि युवां कृष्णस्य वचनं करिष्येथे यूयं कृष्णस्य वचनं करिष्यध्वे करिष्यध्वे समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि धृतराष्ट्रः राजभवने वर्तिष्यते उत्तमपुरुषे अहं राजभवने वर्तिष्ये आवां राजभवने वर्तिष्यावहे वयं राजभवने वर्तिष्यामहे हा इति समीचीनं भगिनी हा अस्तु अग्रे प्रिया भगिनी आवां ज्ञानिनां चेष्टाः वीक्षिष्यावहे प्रथमपुरुषे एकवचनं सः ज्ञानिनां चेष्टाः वीक्षिष्यते हा वीक्षिष्यते समीचीनं भगिनि हा तत्र ज्ञानिनाम् इति पदस्य विभक्ति का तत्र ज्ञानिनाम् इति षष्टी बहुवचनं हा षष्टी बहुवचनं ज्ञानिनां चेष्टाः अपि चेष्टाः इति पदस्य विभक्ति चेष्टाः इति बहुवचनरूपम् अस्ति वा पुल्लिङ्ग बहुवचनमेव किन्तु विभक्ति का तत्र विभक्ति ज्ञानिनां चेष्टाः ओ अत्र कर्मपदमस्ति कर्मपदं चेष्टा इति स्त्रीलिङ्गपदम् अतः लता लते लताः लतां लते लताः समीचीनं भगिनि अस्तु अग्रे ललिता भगिनी भवत्याः पुस्तके वदामि वा महोदय भक्ताः सदा ईश्वरं भक्ष्यन्ते भक्ताः बहुवचनम् अस्ति भक्ष्यन्ते सो एकवचने वदनीयं भक्तः सदा ईश्वरं भक्ष्यते भक्ष्यते इति समीचीनं हा समीचीनम् अस्तु अग्रे लक्ष्मी भगिनी अग्रिमवाक्यं त्वं युध्यस्व द्विवचने युवां हा तत्र युध्यस्व इति तत्र आत्मनेपदी लृट् लकारः नास्ति खलु योच्यते योच्यते योच्यन्ते तत्र त्वं योत्स्यसे इति प्रायशः भवेत् खलु युध्यस्व इति प्रायशः तत्र लोट् लकारः भवति इति मन्ये खलु किन्तु तत्र त्वं योत्स्यसे इति स्वीकरोतु भगिनि युध्यते इति परस्मैपदी रूपं वा किन्तु तत्र युध्यस्व इति इदानीं तु विषयः तु आत्मनेपदी धातूनां लृट् लकारः खलु अतः तत्र त्वं योत्स्यसे इति स्वीकरोतु इदानीं तस्य द्विवचनं करोतु त्वं योत्स्यसे त्वं योत्स्यसे त्वं युवां योत्स्येते हा यूयं योत्स्यध्वे यूयं योत्स्यध्वे हा समीचीनं भगिनि हा तदेव अस्ति हा अस्तु अग्रे नरेश महोदय अग्रे आं महोदय युवां नगरं प्रपत्स्येथे अत्र उत्तमपुरुषे उत्तमपुरुषे द्विवचने आवां नगरं प्रपत्स्यावहे हा प्रपत्स्यावहे तत्र प्रपद्यते प्रपत्स्ये तत्र प्रपत्स्यते इति हा प्रपद्यते प्रपत्स्यते इदानीं तत्र अहं प्रपत्स्ये अहं प्रपत्स्ये आवां प्रपत्स्यावहे वयं प्रपत्स्यामहे समीचीनं महोदय अस्तु अग्रे अस्तु अग्रे वंशीषद अर्थं प्रपत्स्यते प्राप्नोति प्राप्स्यसे प्राप्स्यसे अटेन् इति अर्थः तु प्राप्नोति प्राप्नोति इति अर्थः किन्तु भिन्नपदं धन्यवादः पतति इति भवति वा पतति इति नास्ति भगिनि प्रयोगः पद् प्रपद्यते इति अतः तत्र प्राप्नोति नाम तत्र किमपि प्राप्नोति पुस्तकं प्राप्नोति अथवा कुत्रापि गन्तुमिच्छति तत्र गच्छति तत्र अहं भारतदेशं प्राप्तवान् नाम अहं तत्र आगतवान् अस्मि इति तत्र अतः तत्र तादृश अर्थः अपि अस्ति अत्रापि प्राप्नोति इति पदे अत्रापि प्रपद्यते अपि समानार्थकपदम् अस्तु अस्तु अग्रे वंशीसुत भगिनि आवां मंस्यावहे तत्र मन्धातु अस्ति वा मन्धातु इति चिन्तयामि मन्यते तत्र मन्यते इति लट्लकाररूपमस्ति तत्र मन्स्यावहे इति उत्तमपुरुषद्विवचनरूपमस्ति तत्र वयं मंस्यामहे इति भवति तत्र धातु चिन्तनमपि भवेत् सम्यक् भवति महोदय नो चेत् किञ्चित् भ्रमः प्रपद्यते इति पद् तत्र यदि सर्वे धातु अपि वदन्ति तत्र सम्यक् सत्यं सत्यं हा अस्तु अग्रे वेदा भगिनि हा महोदय तत्र ताराः शोभिष्यन्ते द्विवचने तत्र शोभ शुभ धातु वा शोभ धातु वा न जानामि शुभधातु लट्लकाररूपमपि वदतु भगिनि तत्र तारे ताराः तत्र तारा प्रथमपुरुष एकवचनं तारे तारा तारे ताराः तारे द्विवचने तारे शोभिष्यन्ते शोभिष्येते शोभिष्यते शोभिष्येते शोभिष्यन्ते तत्र तु शुभ शुभधातु वा ऐ थिङ्क् शुभ शुभयोगस्य तत्र गुणकार्यं भवता शोभन्ति ओके करेक्ट् शोभिष्येते तत्र लट्लकारे किं भवति शोभते इति शोभते महोदय तारे शोभेते तारे तारा शोभते तारे शोभेते ताराः शोभन्ते इति समीचीनं भगिनि अस्तु अग्रे श्रीप्रिया भगिनि अन्तिमं तत्र महोदय त्वं मोदिष्यसे प्रथमपुरुषे सः मोदिष्यते तौ मोदिष्येते ते मोदिष्यन्ते मुद्दिति धातु मोदते मोदेते मोदन्ते इति लट्लकाररूपाणि गच्छन्ति समीचीनं भगिनि अस्तु धन्यवादः शुभ भगिनी इदानीं तत्र श्लोकः महोदय हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीं तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः तत्र हतो वा हतः वा प्राप्स्यसि तत्र लृट्लकारे रूपं किमस्ति प्राप्स्यसि प्राप्स्यसि प्राप्स् तत्र मध्यमपुरुषे प्राप्स्यसि इति भवति महोदय सत्यं त्वं प्राप्स्यसि किन्तु लट्लकरे किम् अस्ति ओ अस्तु प्राप्नोसि समीचीनं समीचीनं प्राप्नो इति धातुः प्राप्नोति इति किं प्राप्नो प्राप्स्यसि स्वर्गं प्राप्स्यसि स्वर्गं प्राप्स्यसि अतः स्वर्गं प्राप्स्यसि वा नो चेत् जित्वा महीं भोक्ष्यसे महीम् इति तत्र भूमिः अथवा पृथ्वी पृथ्वी इति भोक्ष्यसे भोक्ष्यसे इति तत्र लृट्लकारे भोक्ष्यते भुङ्क्ते भुङ्क्ते इति भवति किल भुङ्क्ते हा तस्मात् उत्तिष्ठ कौन्तेय तत्र तस्मात् इति पञ्चमी विभक्ति ततः उत्तिष्ठ इति अर्थे भवति उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः तत्र कृतनिश्चयः इति शान्तपदमिति मन्ये महोदय यस्य निश्चयः कृतम् अस्ति इति मन्ये बहुव्रीहि समासः अस्तु महोदय कृतनिश्चयः अस्तु अस्तु तत्र विग्रहवाक्यं तादृशं भवति वा महोदय यस्य निश्चयः निश्चयं कृतं कृतं तत्र सः कृतनिश्चयः अपि च युद्धाय तत्र युद्धाय चतुर्थी चतुर्थी चतुर्थी विभक्ति युद्धम् अतः तत्र कौन्तेय युद्धाय कृतनिश्चयः कौन्तेय तस्मात् उत्तिष्ठ युद्धाय कृतनिश्चयः एव भवति तत्र इति नाम तत्र युद्धं कर्तुं निश्चितः भवतु तत्र निश्चयं करोतु युद्धं कर्तुं निश्चयं कृत्वा उत्तिष्ठ एतत् कर्तुं सिद्धः भवतु तत्र हतो वा प्राप्स्यसि अस्तु तत्र पुनः एकवारं स्वशब्दैः तत्र प्रिया भगिनी किञ्चित् वदति वा भगिनी अस्मिन् लोके भगवान् श्रीकृष्णः अर्जुनं वदति भवान् किमर्थं भीतिः अनुभवति अत्र युद्धक्षेत्रे कोऽपि मरणं प्राप्नोति चेत् तस्य स्वर्गम् एव भवति एतत् धर्मयुद्धः अस्ति ततः भवान् युद्धाय निश्चयं करोतु अपि च युद्धं कुरु किमर्थं चेत् अत्र यस्यापि मरणं भवति सः स्वर्गः एव प्राप्नोति स्वर्गं प्राप्नोति अथवा सः जयं प्राप्नोति चेत् सः जयं प्राप्नोति चेत् अत्र भूम्यौ एव सः यः स्वर्गे अपि अस्ति सः भूमौ एव तत् अनुभवन्ति हा इति तत्र अतः तत्र बोक्षसे महीम् महीम् इति अतः तत्र भेदः अतः तत्र किमर्थम् एतत् अस्ति चेत् किमर्थं किमपि न कर्तुम् इच्छति भवान् तत्र त्वम् उत्तिष्ठ उत्तिष्ठ अपि च सः वदति अत्र कस्यापि सर्वदा जयः एव पराजयः नास्ति किमर्थं चेत् हननं भूत्वा एव स्वर्गम् अपि स्वर्गम् अत्र जयति अपि महीमेव अस्ति ततः पराजयः कस्यापि नास्ति अत्र हा समीचीनं भगिनि हा धन्यवादः अस्तु उत्तमम् अस्तु अग्रे तत्र नरेश महोदय इदानीं तत्र लौकिकन्यायः इति आरम्भं करोति लौकिकन्यायाः काकताली कश्चित् काकः यदा तालवृक्षस्य समीपम् आगच्छत् तदा एव तस्मात् वृक्षात् पक्वं फलम् अधः न्यपतत् काकः तच्च फलं खादित्वा सन्तुष्टः अभवत् एवम् अकस्मात् एव अविचिन्तितरूपेण घटनाद्वयं प्रवर्तते तदा एषः न्यायः प्रयुज्यते काकतालीन्यायः अस्ति तत्र प्रथम वाक्यद्वयं स्वीकृत्य प्रथमवाक्यं द्वितीयवाक्यं स्वीकृत्य किञ्चित् वदतु महोदय कश्चित् काकः यदा तालवृक्षस्य समीपे तदा एव आगच्छत् इति किम् अस्ति लङ् लकारे अस्ति लट् लकारे किम् अस्ति आगच्छति तत्र गच्छति अस्ति चेत् तत्र रूपं किं भवेत् गच्छति अगच्छत् किन्तु एतत् आगच्छत् अस्ति अतः आगच्छत् आगच्छति समीपम् आगच्छति काकः कश्चित् काकः तालवृक्षस्य समीपम् आगच्छति तदा किं भवति तदा एव तस्मात् वृक्षात् पक्वं फलम् अधः न्यपतत् तस्मिन् समये पक्वं फलम् अधः अपतत् नि अपतत् न्यपतत् इति तत्र लट्लकाररूपं किम् अस्ति तत्र निपतति निपतति नियोगः पतति निपतति नियोगः अपतत् न्यपतत् समीचीनम् अपि तत्र वृक्षात् तस्मात् वृक्षात् पक्वं फलम् न्यपठत् इति अस्ति, अतः तत्र वृक्षात् इति समीचीनं महोदय. अस्तु अग्रे तत्र ललितभगिनी भवत्याः पुस्तके तदेव अस्ति वा काकतालीन्यायः अस्ति, परन्तु पेज् नम्बर् भिन्नः भिन्नः अस्ति. महोदय तालवृक्षः इत्युक्ते किम् अस्ति महोदय? तालवृक्षः आङ्ग्लभाषायां किम् अस्ति? पाम् ट्री ऐ थिङ्क्. एवं वा? अस्तु इति चिन्तयामि भगिनि. हा तालवृक्षः, यतोहि तत् तालपत्रम् इति वदन्ति खलु. अस्तु काकः खादति वा पाम्? खादति वा न जानामि. पाम् ट्री अस्ति, स्पोकन् सान्स्क्रिट् मध्ये अस्ति. तालफलं खादति, फलं तालफलं खादति वा? तमिळ् इट् इस् काल्ड् नोङ्ग्. किन्तु यदा तत्र फलम् अधू भूमौ पतति तत्र प्रायशः तत्र तस् एकं फलम् इति न भवति, तत्र खण्डाः भवन्ति इति मन्ये. अतः तत्र नो चेत् तत्र एतत् फलं तत्र किं विना खण्डेन तत्र न खादितुं शक्नुमः खलु? इति वा हिन्दीभाषायै किमस्ति इति न जानामि, भाषायां किमस्ति इति. नरेश् महोदय, ताड नै ताड का पेड् उत न? या ताडवृक्षस्य तत्र दट् जलं नीरा अस्ति, तत् अपि फर्मेण्टेशन् भवति. किं वदामि ड्रिङ्क् किं वदामि तत् अस्तु. अतः इदानीं अवगच्छामः तत् ताडवृक्षः कः इति. अस्तु आम् आम् ताडवृक्षः. अस्तु तर्हि अतः ललितभगिनी अग्रे. घट काकः न एतत् तत्र वाक्यद्वयं पठितम्, इदानीं तत्र काकः तच्च फलं खादित्वा खादित्वा सन्तुष्टः अभवत्, तद् अभवत् न अभवत्. अस्तु काकः तच्च फलं खादित्वा सन्तुष्टः अभवत्, सन्तुष्टः अभवत्. इदानीम् अग्रे एवम् अकस्मात् एव अविचिन्तितरूपेण पठना घटनाद्वयं प्रवर्तते, तदा एषः न्यायः प्रयुज्यते. अतः एषः न्यायः कदा प्रयुज्यते? कदा प्रयुज्यते? अकस्मात्. अकस्मात् इत्युक्ते सडन्लि, दट् इस् अविचिन्तितरूपेण विना भवती तत्र आपणं गच्छति, तत्र किं भवति, तत्र काकः अपि आगच्छति इति तत्र तादृशं नास्ति. अतः तत्र अविचिन्त्यतं तत्र तस्य अकस्मात् तत्र कोऽपि मित्रं सखी सखी अपि मिलति आगच्छति तदा, किन्तु भवती तत् न जानाति, सा अपि न जानाति तत्र. अतः अकस्मात् इति वदामः. घटनाद्वयम् इत्युक्ते द्वे घटने प्रवर्तते चेत् तस्मिन् समये एषः न्यायः उपयोगं नाम यत्र घटनाद्वयं वर्तते किन्तु तयोः मध्ये कोऽपि सम्बन्धः नास्ति अकस्मात्, केवलम् एकस्मिन् समये घटनाद्वयम् अभवत् किन्तु तयोः मध्ये कोऽपि सम्बन्धः नास्ति, तस्मिन् समये एषः न्यायः प्रयुज्यते इति. अस्तु समीचीनम्. अस्तु अग्रे तत्र लक्ष्मीभगिनी अग्रिमम् अस्तु महोदय. घट्टकुटी प्रभात न्यायः कथ्यते यत् शकटवान् वणिक् कश्चन करं दातुं न इच्छति स्म राजमार्गेण गमनेन तत्र घट्टकुट्यां निष्ठिष्टभ्यः अधिकारिभ्यः करः दातव्यः भवति इति चिन्तयित्वा सः तं मार्गं परिहरन् केनचित् दुर्गमेण मार्गेण रात्रौ प्रस्थितः किन्तु इतस्ततः अटन् सः दौर्भाग्येण प्रभाते घट्टकुटिसमीपम् एव आगत्य अतिष्ठत् विवशः सः करं दत्तवान् कार्यं परिहर्तुम् इच्छायां सत्याम् अपि तद् अन्ततो गत्वा यदा अवश्यं करणीयं भवति तदा एषः न्यायः प्रयुज्यते हा इति समीचीनं भगिनि इदानीं तत्र प्रथमवाक्यं किञ्चित् विवृणोतु तत्र कथ्यते यत् शकटवान् वणिक् कश्चन करं दातुं न इच्छति स्म कश्चन वणिक् अस्ति वणिक् अस्ति तस्य वणिक् कीदृशः अस्ति सः शकटवान् अस्ति नाम तस्य पार्श्वे किम् अस्ति शकटे यात्रां करोति किन्तु शकटे वासं करोति न तत्र शकटवान् नाम धनवान् नाम धनम् अस्ति तस्य शकटवान् शकटः अस्ति शकट इति तस्मिन् शकटे यात्रां करोति सत्यं सत्यं किन्तु किन्तु तत्र शकटवान् अस्ति वाला अस्ति वान् इति तत्र किन्तु सः किं करं दातुं करं नाम सः करं दातुं न इच्छति धनं धनं तत्र तत्र टेक्स् इति वदामः तत्र तद् न दातुम् इष्टवान् इच्छति इदानीम् अग्रे राजमार्गेण गमनेन तत्र घट्टकुट्यां तिष्ठभ्यः अधिकारिभ्यः करः दातव्यः भवति इति तावत्पर्यन्तं तावत्पर्यन्तं तत्र किं भवति इति राजमार्गेण गमनेन राजमार्गेण गमनेन नाम राजमार्गेण इत्युक्ते तत्र राजमार्गः इत्युक्ते तत्र पूर्वस्मिन् काले किं तत्र दुर्मार्गः अपि आसन् अपि राजमार्गः हैवे इति चिन्तयतु दुर्गमेण मार्गः नास्ति राजमार्गः नाम हैवे इति एव चिन्तयतु तत्र राजमार्गेण गमनेन तेन मार्गेण यदि सः गच्छति चेत् किं भवति घट्टकुट्यां ये अधिकारिभ्यः तिष्ठन्ति तेषां करं दातव्य तेषां न किन्तु भ्यः इति अस्ति अधिकारिभ्यः करं दातव्यः तत्र अधिकारिभ्यः दातव्यः यदि दानम् अस्ति चेत् तत्र विभक्ति का भवति चतुर्थी अतः तत्र तिष्ठद्भ्यः अधिकारिभ्यः तेभ्यः धनकरः दातव्यः करः दातव्यः अतः तत्र कस्मै दातव्यः करः अधिकारिभ्यः कुत्र सन्ति अत्र अधिकारिणः कुत्र सन्ति घट्टकुट्यां तिष्ठभ्यः घट्टकुट्यां तिष्ठन्ति तिष्ठन्तः घट्टकुट्यां तिष्ठन्तः अधिकारिभ्यः अधिकारिणः घट्टकुट्यां तिष्ठन्तः अधिकारिणः ये सन्ति तेभ्यः करः दातव्यः घट्टकुट्यां तिष्ठद्भ्यः अधिकारिभ्यः करः दातव्यः भवति इति चिन्तयित्वा इदानीम् अग्रे अन्य कोऽपि करोति समीचीनं भगिनि इति चिन्तयित्वा सः अग्रे किं करोति तत्र अस्तु वंशीसुधा भगिनी अग्रे वदतु तत्र सः किं करोति तस्मात् पूर्वं महोदय घट्टकुट्या इत्युक्ते द्वारं वा टोल् गेट् टोल् गेट् ओके अस्तु सः चिन्तित्वा किं कृतवान् इत्युक्ते अन्यः मार्गः दुर्गमेण मार्गे सः तं मार्गं तत्र किं पठामि वा महोदय सः तं मार्गं परिहरन् केनचित् दुर्गमेन मार्गेण रात्रौ प्रस्थितः सः तं मार्गम् इत्युक्ते तत्र राजमार्गम् इति राजमार्गं परिहरन् केनचित् परिहरन् नाम त्यक्त्वा त्यक्त्वा शर्तान्तपदमस्ति परिहरन् केनचित् दुर्गमेण मार्गेण रात्रौ प्रस्थितः तत्र अन्येन मार्गेण सः प्रस्थितः दुर्गमेण मार्गेण रात्रौ प्रस्थितः अन्यः मार्गः दुर्गमः दुर्गमः नाम गन्तुं तत्र तस्मिन् मार्गे गन्तुं क्लेशः अस्ति सुलभतया तेन मार्गेण न गन्तुं शक्नुमः तत्र दुर्गमः तत्र कर्तरि अपि च कर्तरि अपि च कर्मणि प्रयोगस्य द्वयोः मेलनम् सः तं मार्गं परिहरन् केनचित् दुर्गमेण मार्गेण रात्रौ प्रस्थितः अस्तु समीचीनं प्रस्थितः अग्रे पठामि प्रस्थितः इति तु कर्त्री अर्थे एव अस्ति यतोहि प्रस्थितः ओ तत्र कर्त्र्यर्थकधातुः अस्ति सः एव ओ सः प्रस्थितः क्षन्तं तत्र कर्त्रीप्रयोगे एव अस्ति कर्त्री एव अस्ति रात्रौ अग्रे किन्तु इतस्ततः अटन् सः दौर्भाग्येन प्रभाते गट्टकुट्टीसमीपम् एव आगत्य अतिष्ठत् सः रात्रौ प्रस्थितः सः रात्रौ प्रस्थितः किन्तु किम् अस्तु दौर्भाग्येन दुर्भाग्यवशात् सः यद्यपि अटन् आसीत् तत्र प्रभातकाले यदा अभवत् तत्र घट्टकुट्टीसमीपम् एव सः आगत्य तत् किन्तु इतस्ततः अटन् तत्र अटन् इति किमर्थं तत्र अटन् इति अस्ति शतन्त्ररूपं शतन्त्ररूपमस्ति महोदय इतस्ततः सः अटन् किमर्थम् इत्युक्ते वर्तमानकाले अस्ति न तत्र शतन्त सः अटन् अस्ति न न आगत्य अतिष्ठत् इति अस्ति अतिष्ठत् इति अभवत् खलु आम् समीचीनं परन्तु तत्र अटन् अस्ति इति तत्र अटन् इत्युक्ते तत्र वर्तमानकाले इति नास्ति खलु शत्रन्तरूपं कदा कार्यं प्रवर्तमानमस्ति महोदय न न कार्य तत्र शत्रन्तरूपस्य प्रयोगः कदा भवति यत्र क्रियापदे कृते क्रिया अस्ति चेत् क्रियाद्वयमस्ति अपि च तत्र प्रवर्तमानमस्ति न क्रिया तत्र तु तद् तस्मात् एव शत्रन्तपदम् उपयोगं कुर्मः न अहं खादन् पश्यामि इत्युक्ते यदा खादनं भवति तदेव अहं तत्रैव पश्यामि अहं खादन् पश्यामि दृष्टवान् अपि भवति न तत्र दृष्टवान् किमर्थं महोदय तत्र भूतकाले किमर्थम् भवितुम् अर्हति भवितुम् अर्हति अस्तु समीचीनं तत्र अतः तत्र वर्तमाने एव भवति इति कोऽपि नियमः नास्ति शत्रन्तं कदापि तस्य प्रयोगः भवितुम् अर्हति क्रियाद्वयं तु समीचीनं केवलं क्रियाद्वयम् इति एव अपेक्षितम् अस्ति अस्तु अतः तत्र अटन् नाम सः आगत्य तत्र अतः तत्र सः अटन् अस्ति तस्मिन् समये सः तस्य समीपमपि आगच्छति समीपम् आगत्य अपि तदनन्तरम् अतिष्ठत् तत्र कुत्र आगत्य अतिष्ठत् घट्टकुटीसमीपमेव प्रभाते प्रभातसमये तत्र एव रात्रौ किन्तु प्रभाते स तत्र एव अस्ति इदानीम् अग्रे विवशः सः करं दत्तवान् विवशः इत्युक्ते किमपि कर्तुं न शक्नोति मार्गं तत्र अन्य किमपि नास्ति मार्गः नास्ति अतः सः करं दत्तवान् तत्र विवशः सः करं दत्तवान् कार्यं परिहर्तुम् इच्छायां सस्याम् अपि तत् अन्ततो गत्वा यदा अवशं करणीयं भवति तदा एषः न्यायः प्रयुज्यते. अस्तु, कार्यं परिहर्तुम् इच्छायां कार्यं परिहर्तुम् इच्छायां सत्यामपि, तत्र तु सतिसप्तमी प्रयोगः अस्ति. सत्यां यदि इच्छायां सत्यं यदि यदि इति उपयोग हा यदि कार्यं यदि कार्यं परिहर्तुं भवत् इच्छा तद् इच्छा अस्ति. अस्तु, अथवा इच्छा सन् इच्छा सन् इति स्वीकरोतु. हा यदि कार्यं परिहर्तुम् इच्छा सन् तदा अन्ततो गत्वा तथापि तथापि अन्ततो गत्वा करणीयम् एव इति कार्यं करणीयमेव भवति, अवश्यं करणीयमेव करणीयमेव भवति इति तदा तत्र कदा एषः न्यायः. हा, कार्यं कर्तुं न इच्छामः, इच्छा नास्ति, किन्तु अन्ततो गत्वा किं भवति अवश्यं करणीयमेव करणीयम् इति अवश्यं करणीयम् इति यदा भवति तदा एषः न्यायः प्रयुज्यते. तत्र महोदय परिहर्तुम् इति त्यक्तुम् इति वदा वक्तुं सम्यक् वा? परिहर्तुम् अवाय्ड् इति अर्थे तत्र डिस्कार्ड् इति न, त्यक्त्वा इति डिस्कार्ड् अपि भवति, तत्र अवाय्ड् इति तत्र परिहर्तुम् अवाय्ड् अस्ति. अवाय्ड् तत्र शब्दः अस्ति वा अवाय्ड् इति अर्थे? तत्र अन्यत् किमस्ति परिहर्तुम् अन्यः शब्दः कोऽपि मनसि न आगच्छति भगिनि. तत्र प्रायशः सन्ति एव पदानि, किन्तु समान अर्थकौ न जानामि. अन्य कोऽपि जानाति वा तत्र अवाय्ड्? जहाति जहाति. अस्तु, न जानामि तत्. अस्तु, वर्जनम् इति भवति वा? वर्जनं वर्जयति अस्ति. अस्तु अस्तु अस्तु, वर्जयति. महोदय तत्र अवश्यं के अवश्यं तत्र अवश्यं अवश्यम् अवश्यं, किन्तु भवती अपि अवश्यम् इति दत्तमस्ति वा भगिनि? न अवश्यम् अवश्यम् एव अस्ति, मम शङ्का अस्ति. तत्र वश अवशम् इत्युक्ते नेगेट् नेगेशन् करोति. तत्र वशं वशं नास्ति इति भवति. अवश्यं तत्र अवश्यं करणीयम् इति नास्ति, तत्र अवश्यं नाम तत्र अस्माकं वशे नास्ति इति. अस्तु अस्तु, समीचीनं. अवश्यम् गृहकार्यम् अवश्यं करणीयम्. सत्यं सत्यं, तत्र अवश्यम् अस्ति न? अवश्यम् इति एव, परन्तु गृहकार्यं तु अवश्यं करणीयं. तत् सत्यं, विवशापि भवति, गृहकार्यं विवशा करणीयम्. तत्र तदपि सत्यम्. विवशः इति कोऽपि स्मरति वा? तत्र प्रसिद्धः कः सर्वदा विवश? किमस्ति महोदय पुनः? प्रसिद्धः तत्र महाभारते कोऽपि बहुवारं वदति मै तो विवश हूं. धृतराष्ट्र वा? धृतराष्ट्रः. शकुनिः इति उक्तवती, सः तु सर्वदा वशे एव आसन्. सत्यं सत्यं, किन्तु धृतराष्ट्रः सर्वदा वदति सः मै क्या करु मै तु विवश. किन्तु न आसीत् सः विवशः. न न न न, सत्यं, केवलं वदति स्म वदने वदने, किन्तु यत् कर्तुम् इष्टवान् सः कृतवान्. अस्तु तर्हि महोदय, तत्र दुःखभाक् इति अपि एकं पदं स्मरणे आगतं. तत्र अस्माकं शान्तिमन्त्रे अस्ति किल महोदय, न कश्चित् दुःखभाक् भवेत्. तत्र दुःखी इति भवति, दुःखं भजते इति, दुःखमेव भजते इति भुङ्क्ते इति अर्थे सेवं, दुःखस्य एव सेवनं ये कुर्वन्ति ते दुःखिनः, अतः तत्र मा कश्चित् दुःखभाग् भवेत् इति अस्ति मन्त्रे महोदय. समीचीनं भगिनि, समीचीनं भगिनि. अतः तत्र भाक् इति तत्र अनन्यभाक् ईश्वरम् तत्र सेवायाम् इति एव महोदय, तत्र अनन्यभाक् अन्यान् अन्यान् न अन्यान् न तत्र षष्ठी किं भवति महोदय, अन्या इत्यस्य अन्येषाम् अन्येषाम् अन्येषां सेवां न कृत्वा ईश्वरमेव ये सेवां कुर्वन्ति इत्युक्ते भजन्ते अथवा तदर्थे पूजां कुर्वन्ते ते इति अर्थः भवति तत्र महोदय. तत्र ईश्वरः इत्युक्ते सर्वेषाम् ईश्वरः इति भवति, तत्र सर्वसृष्टेः ईश्वरः इति तत्र, अतः तत्र ब्रह्मन् इति अर्थे सत्यं सत्यं भवति, ईश्वर नाम शिव इति नास्ति. न न भाक् इत्युक्ते किम् अस्ति भगिनि तत्र, भाक् इति तत्र भजने अस्ति भगिनि, तत्र सुख फलभाग् सुखभाग् दुःखभाग् बहूनि पदानि सन्ति तत्र, भज इति धातुतः आगतः, भजने इति सेवायाम् इति अस्ति अथवा सेवायां न तत्र भुङ्क्ते इति अर्थे दुःखस्य अथवा सुखस्य भोजनं ये कुर्वन्ति इति, भोजनम् इत्युक्ते दे सफर् गोत्रु इति अर्थे, या भुङ्क्ते भुङ्क्ते भुङ्क्ते इति ऐदर् दे एञ्जाय् सुखभाक् अथवा दुःखं दुःखभाक् इति भवति. तत्र अत्र ईश्वरभाक् इत्युक्ते ईश्वरं भजते इति एव इति भवति. भाक् भजनम् अस्ति अथवा भुङ्क्ते भोजनम् अस्ति, भोजनम् इति मन्ये भोजनं तत्र तस्य सेवनं कुर्वन्ति इति, सुखस्य सेवनम् अथवा दुःखस्य अथवा तत्र ईश्व अनन्यभाग् अनन्य तत्र ईश्वरं तत्र भजने अपि भवति, ईश्वरभाग् नास्ति केवलम् अनन्यभाग् इति अस्ति खलु अनन्यभाग्. तत्र भवितुम् अर्हति इति मन्ये महोदय, किन्तु न जानामि किमर्थं चेत् तत्र अनन्य नाम अन्यस्य किमपि तत्र अनुभवं न कृत्वा, किन्तु अन्यदेवता केवलम् अन्यदेवता न, तत्र भुङ्क्ते इति एव अर्थः खलु भगिनि, तत्र अनन्यभाक् इति नाम तत्र अन्यान् त्यक्त्वा इति नास्ति, केवलं चिन्त्यं तत्र अन्येषां तत्र योजनं तत्र न कृत्वा तत्र कथं कूर्म इव इन्द्रियाणि सर्वं अन्तः भूत्वा सः केवलम् ईश्वरमेव अनुभवन्ति इति प्रायशः सत्यं. तत्र अन्यत् किमपि सः न भुङ्क्ते, केवलं तत्र ईश्वरस्य चिन्तनमेव सः करोति, एकग्रम् एकाग्रतया करोति इति प्रायशः अर्थः, न जानामि. किन्तु भाक् इति तत्र कथं भवति तत्र रूपम् इति द्रष्टव्यमस्ति. महोदय तत्र यथा भगिनी उक्तवती, अहं चिन्तयामि प्रातिपदिकं भाज् इति अस्ति, प्रथमविभक्ति एकवचने भाक् इति आयाति, सुखभाक् दुःखभाक् तत्र प्रथमविभक्ति एव, किमर्थं चेत् तत्र साधुः इति प्रथमविभक्ति एकवचने, अनन्यभाक् तस्य अन्वयः, अतः अनन्यभाक् अपि प्रथमविभक्तौ एव भवति इति, अतः प्रायः भजते इति अपि वणिक् शब्दवत् एव भवति खलु तत्र. आं महोदय, अनन्यभाक् अनन्यभाग् अपि भवति वणिक् शब्दवत् एव, अतः तत्र अनन्यभाज् इति अपि भवति वा, वणिग् अनन्यभाग्. आं महोदय इति मन्ये. अस्तु, अन्वेषणं कुर्मः. भज् भग् भवति, भग् बक् बाक् भवति, भाज् भज् बाक् भाग् फिर् बाक् चोहोकुः अण्ड् देन् खरी. एवम् एवम् अहं मन्ये. अहमपि तदेव मन्ये भगिनि. तत्र प्रक्रिया तदेव भवति. भज भाज् भाक् भवति. अस्तु, अन्वेषणं कुर्मः तर्हि. तत्र सुखं भजते इति दत्तं महोदय कल्पद्रुमे. सुखभाक् इत्युक्ते सुखं भजते. तत्र कस्य भज् धातोः तादृशं भवति महोदय? भज सेवायाम् अस्ति, अपि च भजते भजते इति भज सेवायाम् अस्ति. एकम् अन्यत् किमस्ति? भुङ्क्ते इति अस्ति चेत् किं भवति तत्र? Let us do some more research. किञ्चित् अन्वेषणं कुर्मः भगिनि. अस्तु तर्हि, तत्र श्रीप्रिया भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि? आम् महोदय. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः.